सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति तृतीया विभक्तिः इति. गतवर्गे वयं किञ्चित् एव तस्मिन् विषये कृतवन्तः इति मन्ये, किन्तु पुनः आरम्भतया कुर्मः. तत्र पुटसङ्ख्या अस्ति 167. तृतीया विभक्तिः प्रसिद्धविभक्तिः, प्रसिद्धा विभक्तिः अस्ति तत्र कर्मणि प्रयोगे अथवा भावे प्रयोगे इति. तत्र विशेषप्रयोग भवति तृतीया विभक्तेः, किन्तु अस्मिन् पुस्तके कर्मणि प्रयोगः वा अथवा भावे प्रयोगः नास्ति. अग्रिमे पुस्तके वयं तु एतत् पुस्तकं समापयितुं शक्नुमः इति मन्ये किञ्चित् समयानन्तरं. तदनन्तरं द्वितीयखण्डे, द्वितीयभागः गीतासोपनस्य द्वितीयभागः भवति, तत्र कर्मणि प्रयोगः अपि भावे प्रयोगः भवति. तत्र तृतीया विभक्तेः विशेष प्रयोगः भवति. अस्तु, तर्हि तत्र आरम्भं कुर्मः. तत्र सूर्यकुमारी भगिनी, भवती एव पठति वा तत्र? अर्जुनः रथः इति. शस्त्रेण दृढेन छित्वा इति शीर्षकः. पश्यत उच्चैः पठत च. तृतीया विभक्तिः. अर्जुनः रथेन गच्छति. तृतीयविभक्ति रथेन इति तृतीयविभक्तिरूपं. समीचीनं भगिनि. रथः इति कीदृशपदं? पुल्लिङ्ग वा? पुल्लिङ्ग एकवचनं. हा, रथः इति तस्य तृतीयविभक्तिरूपम् अस्ति रथेन इति. अपि अग्रे. अर्जुनः बाणेन प्रहरति. बाणः प्रथमविभक्ति, बाणेन तृतीयविभक्ति, अर्जुनः प्रथमविभक्तिः. हा, समीचीनं भगिनि. अस्तु, समीचीनं. भीमः गदया प्रहरति. गदया तृतीयविभक्तिः. गदा आकारान्तस्त्रीलिङ्गशब्दः. भीमः प्रथमा विभक्तिः. समीचीनं भगिनि. आचार्यः जलेन अभिषिञ्चति. जलेन तृतीया विभक्ति, जलं नपुंसकलिङ्ग प्रथमा विभक्तिः. हा, समीचीनं भगिनि. हा, धन्यवादः. हा, तत्र किम् अस्ति प्रहरति? तत्र अर्जुनः प्रथमतया अर्जुनः गच्छति. तत्र किं किं वयं प्रष्टुं शक्नुमः? तत् सः अर्जुनः कुत्र गच्छति, सत्सर्वम् अस्ति. किन्तु अत्र किम् अस्ति? केन गच्छति? केन इत्युक्ते किं? केन माध्यमेन? तस्य माध्यमं किं? केन माध्यमेन अर्जुनः गच्छति? अतः अत्र उत्तरमस्ति अर्जुनः रथेन गच्छति इति. तत्र तृतीयविभक्तेः प्रयोगः माध्यमं, यत्रापि माध्यमम् अस्ति तत्र तृतीयविभक्तिरूपं भवति. तत्र अग्रे अपि पश्यतु, तत्र अर्जुनः प्रहरति. केन प्रहरति? बाणेन प्रहरति. बाणः इति माध्यममस्ति, तस्य उपयोगं कृत्वा अर्जुनः प्रहारं करोति अथवा प्रहरति. प्रहरति इत्युक्ते किं? तत्र चित्रं दृष्ट्वा वदतु. तत्र भीमः अपि प्रहरति, अर्जुनः अपि प्रहरति. हरति उपसर्गदात्, प्र इति उपसर्ग अस्ति. प्रहरति इत्युक्ते किं? संहारः, संहरति इति अर्थः वा अथवा प्रहरति इति भिन्नः वा? संहरति. हा, तत्र प्रहरति इत्युक्ते केवलम् अटाक् इति. प्रहारं करोति इति अटाक् इति संहरति इत्युक्ते तस्य मरणमपि भवति इति किन्तु अत्र केवलं प्रहारं प्रहरति बाणेन प्रहरति भीमः गदया गदा अस्ति स्त्रीलिङ्गपदं गदया अपि आचार्यः जलेन अभिषिञ्चति तत्र जलेन इति तत्र लिङ्गं किं जलेन इति पदस्य नपुंसकलिङ्गपदम् अत्र किं पुल्लिङ्गपदं स्त्रीलिङ्गपदमपि नपुंसकलिङ्गपदं तेषां तृतीयविभक्तिरूपं दर्शितमस्ति अत्र अभिषिञ्चति तत्र प्रोक्षणं सिञ्चनं तत्र जलेन जलम् उपयुज्य धर्मकार्यः तत्र भवति अत्र अभिषिञ्चति इति जलेन तत्र संस्कारः किमपि अस्ति इति कृत्वा तत्र अभिषिञ्चति इति भवति तत्र धर्मसम्बद्धकार्यम् अत्र अस्ति अतः अभिषिञ्चति इति अस्तु तत्र माध्यमं माध्यममस्ति चेत् तत्र तृतीयाविभक्त्यन्तपदं भवति माध्यमं माध्यमपदस्य अग्रे माध्यममिति इन्स्ट्रुमेण्ट् केन अहं खादामि अहं हस्तेन खादामि हस्तः माध्यमम् अस्ति इन्स्ट्रुमेण्ट् साधनमस्ति तेन अहम् एतत् कार्यं कर्तुं शक्नोमि अत्र बाणेन प्रहरति रथेन गच्छति जलेन अभिषिञ्चति गदया प्रहरति इति अस्तु अग्रे उदाहरणानि दत्तानि सन्ति तत्र प्रथमतया अस्माकं कार्यः अस्ति तत्र अस्माकं कार्यमस्ति तत्र रूपं कीदृशं तृतीयविभक्तेः रूपं कीदृशम् इति अस्तु तत्र पूर्णेन्दुमहोदय तत्र वाक्यानि दत्तानि सन्ति तत्र एकवारं पठति वा आम् महोदय उच्चैः पठत भट्टः हयेन गच्छति भटः अत्र हयेन इति पदं तु तृतीयविभक्तिः अस्ति परन्तु तस्य मूलपदं किं हयः हयग्रीवः इति जानाति खलु हयवदन हयग्रीवः इति जानाति खलु श्रुतं प्रायशः भवता श्रुतम् अस्ति हयः इत्युक्ते अश्वः भट्टः हयेन गच्छति कृष्णः चक्रायुधेन शिशुपालं हतवान् चक्रायुधः अस्ति चक्रायुधम् इति प्रायशः अस्ति चक्रायुधेन शिशुपालं हतवान् ज्ञानम् अज्ञानेन आवृतं भवति अग्रे अग्निः धूमेन आवृतः इति अस्तु तत्र उमा मीनाक्षी भगिनी तत्र किञ्चित् वदति वा तत्र ज्ञानम् अज्ञानेन आवृतं भवति इति किं वक्तव्यम् अर्थः कः ज्ञानम् अज्ञानेन आवृतं भवति इति ओके ज्ञानम् इत्युक्ते ओके यत् अहं जानामि यत् अहं न जानामि तेन तस्य आच्छादनं वा डिसपियर् कवर्ड् यत् सत्यमस्ति तद् असत्येन आवृतम् अस्ति तादृशं तत्र फिलोसफि मध्ये आगच्छति गीतासोपानं भगवद्गीता इत्युक्ते केवलं कथा इति नास्ति खलु भगिनि व्याकरणमस्ति चेदपि वाक्यस्य अर्थः तद् तस्य अवगमनार्थं किञ्चित् परिशीलनं करणीयं खलु करणीयं अहं जानामि भवती रोचते एषः विषयः इति अतः एव अहं पृष्टवान् अस्तु तत्र ज्ञानं किम् अस्ति ज्ञानं मध्ये अस्ति इति चिन्तयतु किन्तु अज्ञानं तत्र आवरणम् अज्ञानेन आवरणं भवति अथवा आवृतं भवति. किम् आवृतं भवति? ज्ञानम् आवृतं भवति. आवृतम् इति पदं विशेषणम् अस्ति ज्ञानस्य. ज्ञानम् आवृतं. केन आवृतं ज्ञानम्? अज्ञानेन आवृतं ज्ञानम् अस्ति इति. अग्निः तत्र आवृतम् इति पदस्य अवगमनार्थम् अग्रिमवाक्यमस्ति तत्र. अग्निः धूमेन पुल्लिङ्गरूपं. समीचीनं भगिनि. तत्र अग्निः अस्ति किन्तु अग्नि किं तत्र द्रष्टुं प्रत्यक्षं द्रष्टुं न शक्नुमः, किन्तु तत्र धूमः द्रष्टुं शक्नुमः इति कृत्वा धूमेन आवृतम् अस्ति अग्निः. अग्निः किञ्चिदेव अस्ति किन्तु धूमः बहु किमपि अस्ति, अतः दूरात् अपि वयं धूमं द्रष्टुं शक्नुमः यद्यपि वयम् अग्निं न द्रष्टुं शक्नुमः. अतः अग्निः धूमेन आवृतः इति. अस्तु, समीचीनं भगिनि. अस्तु, अग्रे सरला भगिनि. धूमेन स्मोक् महोदय. हा, धूमः, धूमः इति स्मोक्. हा, निर्दिशति इति श्रूयते महोदय? हा, श्रूयते भगिनि, श्रूयते. ओ, भवती उक्तवती. क्षम्यतां भगिनि, अहं विस्मृतवान् भवती उक्तवती केवलं शृणोति. अस्तु भगिनि. कृष्ण अङ्गुल्या निर्दशति. अत्र अङ्गुल्या अङ्गुली इति इकारान्त स्त्रीलिङ्गपद प्रथमा विभक्त्यां भवति, तस्य तृतीया विभक्ति अस्ति अङ्गुल्या. साधनं निर्दश सूचकम् अस्ति. कृष्ण अङ्गुल्या निर्दशति इति निर्देशनं करोति. किं करणीयं, किं करणीयम् इति सः वदति. समीचीनं भगिनि. तत्र कोऽपि जानति वा तत्र अङ्गुली इति किम् अस्ति इति? किं हस्तस्य भागः. तत्र कति अङ्गुल्यः सन्ति? पञ्च अङ्गुल्यः. अस्तु, समीचीनम्. अस्तु, मध्यमा कनिष्ठ. कनिष्ठ, समीचीनं भगिनि. हा, धन्यवादः. हा, अस्तु, अग्रे रघुपति महोदय. भक्तः मालया देवम् अलङ्करोति. माला इति अस्ति श्रीलिङ्गपदमस्ति, आकार श्रीलिङ्ग अस्ति, अतः मालया इति. देवम् अलङ्करोति, भक्तः अलङ्करोति, देवम् अलङ्करोति. केन? मालया. कया? मालया इति अलङ्करोति. समीचीनं महोदय. अग्रिममपि साधकः योगबलेन परमपुरुषम् उपैति. साधकः उपैति, कम् उपैति परमपुरुषं? केन? योगबलेन. योगबलम् इति, योगबलम् इति नपुंसकलिङ्ग अस्ति. योगबलेन उपैति साधक परमपुरुषम् उपैति. उपैति इत्युक्ते समीपं गच्छति इति. समीपं गच्छति. उपैति उपैति इति. हा, सत्यं महोदय. हा, अस्तु, समीचीनम्. अस्तु, अग्रे सूर्यकुमारी भगिनी. दुर्योधनः गदया शत्रून् प्राहरत्. हा, तत्र गदया इति तृतीयविभक्तिरूपं. तत्र शत्रून् इति अस्ति. तत्र किम् अस्ति शत्रून् इति रूपं? किं शत्रून्? द्वितीय विभक्ति बहुवचनं. हा, तत्र एकवचन प्रथमविभक्ति एकवचनरूपं किम् अस्ति? शत्रुः. शत्रुः. हा, शत्रुः, शत्रु अपि बहुवचने शत्रून्. न न, प्रथमविभक्तिरूपं शत्रुः, गुरवः. न न न, प्रथमविभक्तिरूपम् एकवचने अस्ति शत्रुः. द्विवचने किम् अस्ति? शत्रु हा शत्रु बहुवचने शत्रवः इति इदानीं तस्य द्वितीयविभक्तिरूपम् अस्ति शत्रून् इति. समीचीनं भगिनि. हा तत्र शत्रून् इति कर्मपदमस्ति वा अत्र? शत्रून् हा कर्मपदमस्ति. हा अपि कर्तृपदं किमस्ति? दुर्योधनः. हा दुर्योधनः. गदया इति कर्मपदं नास्ति, कर्तृपदमपि नास्ति. कर्तृपदं प्रथमविभक्तिरूपम् अस्ति, कर्मपदं द्वितीयाविभक्त्यन्तमस्ति. एतद् गदया इति तृतीयाविभक्त्यन्तपदम् अस्ति. माध्यमम् अथवा हा केन केन शत्रून् प्राहरत् इति गदया इति. समीचीनं भगिनि. तत्र प्राहरत् इति प्रहरति इति आसीत्, इदानीं प्राहरत् इति अस्ति. इदानीं किं रूपं किम् अस्ति प्राहरत् इत्युक्ते? हा अतः किं भवति अहरत् इति. हा तत्र हरति इति हरति इति किं लट्लकारः हरति इति अहरत् इति लङ्लकारः. अपि नियमः कः? उपसर्गसहित क्रियापदमस्ति चेत् तस्य लङ्लकारं किमपि लकारं कुर्मः चेत् तत्र उपसर्गं त्यक्त्वा सत्यं. किन्तु नियमः कः? तत्र उपसर्गः अस्ति चेत् प्रहरति इति अस्ति क्रियापदं, प्र इति उपसर्गः अस्ति, प्र इति त्यजामः, हरति इति क्रियापदमस्ति, तस्य लकारं कुर्मः लङ्लकाररूपम् अहरत् इति. तदनन्तरं पुनः उपसर्गः स्थापयामः, प्रयोगः अहरत् सवर्णदीर्घसन्धिः, अतः प्राहरत् इति. समीचीनं भगिनि. प्रहरति तस्य लङ्लकाररूपम् अस्ति प्राहरत् इति. समीचीनम्. अस्तु हा अग्रे योधः हस्ताभ्यां काहलं वादयति. हा तत्र वादयति इति क्रियापदम् अस्ति, सङ्गीतसम्बद्धक्रियापदं. तत्र सङ्गीतस्य विषयः अत्र अस्ति. काहलम् इति किमपि सङ्गीत किं यत् कहले इति काहलं काहलं ड्रम् इति. किन्तु तत्र केवलम् एकहस्तेन एकेन हस्तेन न कुर्मः अत्र हस्ताभ्यां हस्ताभ्यां हस्तद्वयम् आवश्यकम् अस्ति अत्र. योधः हस्ताभ्यां काहलं वादयति. इदानीं रूपम् एतावत् एकवचने आसीत् तृतीयविभक्तिरूपम्, इदानीं द्विवचनरूपमपि आगतं हस्ताभ्याम् इति. अस्तु समीचीनं. काहलम् इति समीचीनं कर्मपदम् अस्ति. समीचीनं भगिनि. अस्तु हा अग्रे पूर्णेन्दुमहोदय. वयम् पादाभ्यां सञ्चरामः. पादाभ्याम् अत्र द्विवचने व्यवहृतमस्ति. वयं पादद्वयेन सञ्चरणं कर्म कुर्वन्ति. हा समीचीनं महोदय. हा तत्र पादाभ्याम् इति तत्र तृतीयविभक्तिरूपम् अस्ति, अपि अन्यविभक्तौ अपि एतद् रूपं भवति वा पादाभ्याम् इति? भवति भवति महोदय. हा तत्र तृतीया चतुर्थी पञ्चमी पञ्चमी इति केवलं तृतीया चतुर्थी पञ्चमी. किन्तु अत्र जानीमः तत्र साधनम् अस्ति इति कृत्वा तत् तृतीया एव इति जानीमः. समीचीनं महोदय. अग्रे बलरामः फलेन शत्रून् मारितवान्. अत्र बलरामः बलरामस्य किं फलेन तत् श्रुति आयुधः तत्र तत्र हा तत्र आयुधः आयुधः हलः हलम् इति नपुंसकलिङ्गे अस्ति इति मन्ये. हलम् हल इति वनं बलं हलम् इति अथवा हल क्षम्यतां हलः एव हलः. हलेन शत्रून् मारितवान् मारितवान्. हा समीचीनं महोदय. अस्तु हा इदानीम् अग्रे गच्छामः. तत्र तृतीयविभक्तिरूपं तत्र दत्तमस्ति. तत्र हा तत्र उमा मीनाक्षी भगिनी अग्रिमे पुटे तत्र एकवारं तत्र तृतीयविभक्तिरूपं यद् दत्तमस्ति केवलं तत् पठति वा? तत्र कोष्टकद्वयमस्ति केवलं यत् दक्षिणभागे अस्ति हस्तेन इति एकवारं पठति वा? प्रथमाविभक्ति न आवश्यकं. न आवश्यकं. हा न आवश्यकं जानीमः इति मन्ये. ओके. नो चेत् द्वयमपि पठतु भगिनि. अस्तु अस्तु अस्तु द्वयमपि पठामि. तदा मेचिङ्ग् भविष्यति न? अस्तु अस्तु भगिनि सत्यमेव. अस्तु अस्तु भगिनि. ओके. हस्तः अकारान्तपुल्लिङ्गशब्दः. हस्तः हस्तौ हस्ताः. तृतीयविभक्ति हस्तेन हस्ताभ्यां हस्तैः. माला आकारान्त स्त्रीलिङ्गशब्दः. माला माले मालाः. तृतीयविभक्ति मालया मालाभ्यां मालाभिः. सूची ईकारान्त स्त्रीलिङ्गं. सूची सूच्यौ सूच्यः. तृतीयविभक्ति सूच्या सूचीभ्यां सूचीभिः. अन्तिमं तु फलं नपुंसकलिङ्गं. फलं अकारान्त नपुंसकलिङ्गं. फलं फले फलानि. तृतीया फलेन फलाभ्यां फलैः. हा इति समीचीनं भगिनि. तत्र पेटर्न् इति वदामः खलु तत्र कीदृश पेटर्न् दृश्यते? तत्र द्विवचने किं भवति? द्विवचने सर्वदा भ्यां भ्यां भ्याम् आगच्छति. आगच्छति समीचीनं. हा तत्र अपि तत्र सूचीभ्यां मालाभ्यां हस्ताभ्यां फलाभ्याम् अतः तत्र भ्यां पूर्वं तत्र दीर्घ स्वरः एव भवति खलु? हस्तभ्याम् इति नास्ति, हस्ताभ्यां मालाभ्यां फलाभ्याम् इति भवति. हा समीचीनम्. अपि तत्र बहुवचने किं भवति? बहुवचने यदा अकारान्त अस्ति पुल्लिङ्ग वा नपुंसकलिङ्गं नो प्राब्लम्. ऐः इति भवति. अन्यथा भीः भीः इति भवति. समीचीनं भगिनि. हा इदानीं तत्र अग्रिमे पुटे अपि पश्यतु तत्र बृहत् कोष्टकमस्ति किन्तु तत्र बहुवचने किम् अस्ति इति पेटर्न् एकवारं पश्यतु. तत्र किम् अस्ति ऐः इति एकम् अथवा अन्यत् तत्र विकल्पः अस्ति ऐः अथवा भीः. तावदेव खलु? चाय्स् विकल्पः तावत् ऐः अथवा भीः. तृतीयविभक्ति अस्ति चेत् ऐः अथवा भीः, अन्यत् किमपि तत्र नास्ति. अपि एकवचने किं भवति? तत्र हस्तेन अस्ति फलेन इति अस्ति. अपि मालया सूच्या इति तत्र किञ्चित् भेदः अस्ति खलु? तत्र विकल्पः एकः एव विकल्पद्वयम् इति किमपि न वक्तुं शक्नुमः. अपि यदि तत्र बृहत् कोष्टकं पश्यामः अग्रिमपुटे तत्रापि जानीमः तत्र किम् अस्ति. प्रथम एक तृतीयविभक्ति एकवचने बहु अनेकानि रूपाणि सन्ति. तथापि महोदय मकारः आगच्छति एव. सत्यं सत्यं सत्यं हा इति लिङ्गे नकारः आगच्छति, स्त्रीलिङ्गे नकारः नास्ति, आ आगच्छति, अपि यकारः आगच्छति अथवा वकारः आगच्छति. नार्या, मत्या, दर्व्या, कर्तर्या, उकारः अस्ति चेत् वकारः वकारः भवति. अस्तु, तत्र किन्तु नकारः अपि भवति इति तद् महत्वपूर्णविषयः अस्ति, तस्य अपि किञ्चित् अग्रे परिशीलनं भवति. अस्तु, समीचीनं भगिनि, धन्यवादः. अस्तु, इदानीं किं तत्र अत्र किञ्चित् पश्यामः, तत्र तृतीयविभक्तेः रूपं हस्तेन, हस्ताभ्यां हस्तैः, मालया मालाभ्यां मालाभिः, सूच्या सूचीभ्यां सूचीभिः, फलेन फलाभ्यां फलैः इति. अस्तु, तत्र सूर्यकुमारी भगिनी, तत्र अभ्यासः अभ्यासः कुर्मः. तृतीयविभक्तिरूपैः रिक्तस्थानं पूरयत. तत्र कृष्णः अस्ति, कृष्णः अस्ति, कृष्णः कृष्णः किं करोति इति इति प्रश्नः अत्र. हस्तेन मधुर हस्तेन तावदेव, तत्र रिक्तस्थाने केवलं हस्तः इति अस्ति, हस्तेन इति वदतु किं करोति. तदनन्तरं किम् अस्ति, सेनां सेनां दर्शयति. हा, कृष्णः रथेन न न किन्तु पूर्णवाक्यं वदतु भगिनि. कृष्णः इति उपयुज्य कर्तृपदं नास्ति चेत् हस्तेन सेनां दर्शयति. हा, समीचीनम्, इदानीं समीचीनम्. अग्रिमं, कृष्णः रथेन गच्छति. हा, इति समीचीनं भगिनि. हा, अस्तु, रघुपतिमहोदय अग्रे. कृष्णः कषया अश्वान् चोदयति. हा, कषा इत्युक्ते तत्र काम्रा इति अपि अस्ति, विप् इति चोदयति इत्युक्ते चोदयति इत्युक्ते किञ्चित् वेगेन गच्छतु इति, वेगेन गन्तुं करोति, वेगस्य वेगस्य प्रेरणां करोति, प्रचोदयति इति तादृशार्थे. समीचीनं, प्रेरणां करोति, समीचीनं महोदय. अश्वान्, अश्वान् इति अस्ति तत्र, अश्वान् इति बहुवचने, अश्वान् इति, समीचीनं महोदय. अग्रे, अग्रिमम् अस्ति, कृष्णः गदया शत्रून् गदया इति भवति, गदया शत्रून् हन्ति. तत्र हन् धातुः इदानीं हन्ति इति. तत्र गदा इति अस्ति, गदा इति रूपं किं भवति तृतीयविभक्तिलिङ्गस्ति, गदा गदया गदाभ्यां गदाभिः इति, गदाभिः इति. अपि कषा इति, कषा अपि कषया रूपमेव, कषया कषाभ्यां कषाभिः, कषाभिः इति. समीचीनं महोदय. अस्तु, अग्रे गदा, कृष्णः गदा न उपयोगं करोति गदायाः. किन्तु अत्र दत्तमस्ति, एतत् केवलं व्याकरणार्थं, तत्र यत् यत् दत्तमस्ति, विष्णु किन्तु कृष्णावतारे न, सत्यं चक्र एव अस्ति तत्र. अस्तु, अग्रे उमा मीनाक्षी भगिनी, अग्रे. Am I okay now? श्रूयते. कृष्णः वंशी न समाप्तं न, वंशी इति ईकारान्तस्त्रीलिङ्गपदम्, ईकारान्तस्त्रीलिङ्ग, वंश्या मधुरं गायति. हा, मधुरं गायति. वंशी इत्युक्ते तत्र फ्लूट, वेणु वेणु इति समीचीनं भगिनि. अग्रिमं कृष्णः वेत्रं अहं न जानामि परन्तु वेत्रेण धेनुं कृषति. स्टाफ् इति खड्गः स्टाफ् स्टाफ् इति स्पृशति एव. स्टाब् कुत्र? स्टाब् न स्टाफ् स्टाफ् ओ ओके स्टाफ् ओके दण्डवत् समीचीनं. तदनन्तरं कृष्णः चक्रेण दुष्टान् निगृह्णाति. हा अस्तु समीचीनम्. इदानीं भगिनि तत्र इदानीम् अस्माकं विषयः आगतः अस्ति. तत्र वेत्रम् इति अस्ति, तत्र तृतीयविभक्तिरूपं किम् अस्ति? वेत्रेण नपुंसकलिङ्गम् अपि चक्रमपि तदेव तदेव चक्रेण इति. अपि अन्यः विषयः अत्र अस्ति, अन्यः विषयः चक्रं तत्र तु र अस्ति, अतः नकारस्य णकारे परिवर्तनं भवति. समीचीनं भगिनि. अतः एव अत्र तृतीयविभक्तिरूपस्य यदि कुर्मः तत्र इदानीं णत्वस्य विषयः आगतः. तत्र केवलं कुत्र? एकवचने. बहुवचने नास्ति, अपि द्विवचने नास्ति णत्वस्य, किन्तु एकवचने एकवचनरूपस्य निर्माणे णत्वम् अस्ति न वा इति ज्ञातव्यम् अस्ति. अतः तस्य विषयः पुनः अग्रिमपुटे यदा तस्य पठनं भवति तदा तस्य चर्चा अपि भवतु. इदानीम् अग्रे गच्छामः. समीचीनं भगिनि. हा अग्रे पूर्णेन्दु महोदय अग्रे. आवरेण स्थितस्य आवरणे आवरणे आवरणे स्थितस्य शब्दस्य तृतीयाविभक्तिरूपेण यथोदाहरणं वाक्यानि रचयत. हा तत्र तृतीयाविभक्तिरूपेण तदपि तृतीयाविभक्तौ एव अस्ति. हा बहु समीचीनमस्ति. उदाहरण योद्वारः योद्धारः योद्धारः खड्गः तस्य तृतीयविभक्तिरूपे खड्गैः युध्यन्ते. हा योद्धारः युध्यन्ते केन अथवा कैः युध्यन्ते? माध्यमं किम् इत्युक्ते खड्गः खड्गः अथवा खड्गः, अतः खड्गैः इति. तत्र समीचीनं महोदय. तत्र योद्धारः इति कीदृशपदम्? योद्धारः ऋकारान्तपदः. हा समीचीनं महोदय. हा योद्धारः हा योद्ध्र इति. अत्र पूर्वं तत्र पूर्वस्मिन् पुटे योधः इति आसीत्, तस्य बहुवचनरूपम् अस्ति योधाः, किन्तु एतदस्ति योद्धारः योद्ध्र इति ऋकारान्तपदम्. समीचीनं महोदय. हा इदानीं प्रथमं भक्ताः पत्राणि पत्रैः देवम् अर्चन्ति. बहुवचनस्य प्रयोगं अत्र कर्तव्यम्. समीचीनं महोदय. हा पत्राणि पत्रैः देवम् अर्चन्ति. समीचीनं महोदय. अग्रे ऋषयः वेदमन्त्राः वेदमन्त्रैः हवनं कुर्वन्ति. हा समीचीनं महोदय. हा ऋषयः इति एकवचने किं भवति? ऋषिकारान्तपद. हा ऋषिः ऋषिः द्विवचने ऋषि दीर्घ अतः एव ऋषयः. हा समीचीनं महोदय. हा अग्रिमम् अर्जुनः दिव्यदृष्टिः इकारान्त दिव्यदृष्टिना मुनिना एव. हा इदानीं तत्र नूतनविषयः आगच्छति. अस्तु समीचीनं महोदय. अस्तु तत्र दृष्टिः इति हा तत्र दृष्टिः इति दीर्घैकारान्त वा? न न न ह्रस्व ह्रस्व इकारान्त एव, किन्तु मतिशब्दवत् अस्ति, स्त्रीलिङ्गपदमस्ति. स्त्रीलिङ्गपदम् अस्ति तत्र दृष्टिः इति स्त्रीलिङ्ग मतिः शब्दवत् तत्र रूप मत्या इति दृष्ट्या दृष्ट्या रूपद्वयं प्रायश अस्ति दृष्टिना न तत्र किं मतिः मत्या इति अस्ति अथवा हा सत्यं सत्यं सत्यं हा मत्या अथवा मतया इति मन्ये हा अस्तु पश्यामः तत्र हा किन्तु तत्र दृष्ट्या न दृष्ट्या इति दिव्यदृष्ट्या विश्वरूपं दृष्टवान् दृष्टवान् इति हा समीचीनं महोदय हा समीचीनं महोदय अग्रिमपि करोतु तत्र हिमः गदा इति आकारान्तपदमस्ति गदया हिमः गदया रिपून् प्रहरति हा तत्र रिपून् इति अस्ति कीदृशपदं तत् महोदय वन् इन्फो वट् इस् इट् रूपद्वयं चतुर्थी पञ्चमी षष्ठी सप्तमी तत्र अस्ति परन्तु तृतीया मध्ये न ओ सत्यं सत्यं भगिनि सत्यं सत्यं सत्यं हा हा हा एट् लीस्ट् दिस् सत्यं अरे स्वाध्याय टेल्स् मी सो हा हा हा सत्यं भगिनि हा सत्यं सत्यं हा हा तत्र मतिशब्दः इति इति मनसि स्थापयित्वा अहं चिन्तितवान् अस्तु अस्तु तत्र सर्वदा रूपद्वयम् इति किन्तु सत्यं भगिनि तत्र चतुर्थीविभक्ति सत्यम् अतः तत्र दिव्यदृष्ट्या एव समीचीनं भवति मत्या दिव्यदृष्ट्या इति हा अस्तु तदेव अस्माभिः स्वीकृतमासीत् तत् समीचीनमेव अस्ति धन्यवादः भगिनि हा धन्यवादः हा अस्तु हा तत्र रिपून् इति महोदय पूर्णेन्दु महोदय तत्र रिपून् इति कीदृशपदम् न जानामि महोदय रिपुः रिपुः महोदय उकारान्त गुरुशब्दवत् गुरुशब्द रिपुः इत्युक्ते शत्रुः वैरी हा तत्र रिपून् इति तत्र बहुवचने द्वितीयविभक्तौ भीमः गदया रिपून् प्रहरति समीचीनं महोदय अस्तु हा अग्रे रघुपतिमहोदय वयं नेत्रे पश्यामः नेत्रे इति नेत्रं नेत्रे इति अस्ति नेत्रद्वयम् अस्ति अतः बहुवचनं द्विवचने अस्ति वयं नेत्राभ्यां पश्यामः हा समीचीनं हा अग्रे अश्वाः पादाः इति पादाः पादाः इति बहुवचने अस्ति अश्वाः पादैः धावन्ति हा अश्वाः पादैः धावन्ति हा तत्र धावन्ति इति अकर्मकक्रियापदम् अतः तत्र कर्मपदं किमपि नास्ति अत्र धावन्ति पादैः धावन्ति हा अग्रे द्रौपदी कमलानि मालां रचयति कमलं कमलं कमला कमलानि इति कमलम् इति अस्ति अतः कमलैः कमलैः बहुवचनम् अस्ति मालां रचयति रचयति समीचीनं महोदय अग्रे अग्रिमं नार्यः द्रोणी द्रोणी द्रोण्यः इति अस्ति अतः नार्यः द्रोणी द्रोणी द्रोणीभिः जलं नयन्ति हा सूची तत्र सूच्यः द्रोण्यः तत्र सूचीभिः द्रोणीभिः नार्यः द्रोणीभिः जलं नयन्ति समीचीनं महोदय अन्तिमम् अन्तिमं दृष्टद्युम्नः द्रोणाचार्यं हतवान् खड्गेन हा दृष्टद्युम्नः खड्गेन द्रोणाचार्यं हतवान् समीचीनं महोदय हा अस्तु इदानीं तत्र रूपस्य विशाल परिचयः इदानीं भवति तत्र बृहत् बृहान् कोष्टकः अस्ति तत्र तत्र हा तत्र किम् अकारान्त सर्वं दत्तमस्ति तत्र पश्यामः तत्र एकमेकं पश्यामः तत्र किमपि वक्तव्यं चेत् तस्य चर्चा अपि भवतु. अस्तु, तत्र सूर्यकुमारी भगिनी तत्र एकमेकं पठित्वा तत्र किं पञ्च पदस्य तत्र बालः इति आरभ्य कविः अथवा शिशुः पर्यन्तं पठति वा रूपं. प्रथमविभक्ति तृतीय बालः तृतीयविभक्ति बालाभ्यां केवलं तत्र तत्र बालः इति पद तत्र पदस्य तृतीयविभक्तिरूपं किम् इति तद् पठतु. बालेन बालेन एकवचनं बालाभ्यां द्विवचनं बालैः बहुवचनं हा इति अपि अग्रे योधः इति पदं योधः एकवचनं योधेन योधाभ्यां योधैः वेदः अकारान्त पुल्लिङ्गः वेदेन वेदाभ्यां वेदैः मुनिः इकारान्तः पुल्लिङ्गपदं मुनिना मुनिभ्यां मुनिभिः कविः इकारान्त पुल्लिङ्गपदं कविना कविभ्यां कविभिः शिशुः शिशुः शिशुना उकारान्त उकारान्त शिशुभिः इति समीचीनं भगिनि. अत्र बालेन इति अस्ति योधेन वेदेन तत्र कुत्रापि णकारः अस्ति वा मूर्धन्य णकारः अस्ति वा अथवा सर्वदा दन्त नकार दन्त दन्तनकार एव हा तत्र कदा णकारः भवति णकारः अत्र निमित्तं न हा तत्र रेपः नास्ति अतः शकारः नास्ति अतः तत्र कुत्रापि णकारः न आगच्छति. समीचीनं भगिनि. अस्तु हा समीचीनम् अस्तु. अग्रे उमामीनाक्षी भगिनी अग्रे पठति वा तन्तुः आरभ्य. ओके तन्तुः तन्तु तन्तवः तन्तुना तन्तुभ्यां तन्तुभिः उकारान्त पुल्लिङ्गपदम् उकारान्त पुल्लिङ्गशब्दः एव पुल्लिङ्ग सत्यं सत्यं वक्ता वक्तारौ वक्तारः तत्र तृतीया भवति वक्त्रा वक्तृभ्यां वक्तृभिः तत्र वक्ता इति कीदृशपदम् ऋकारान्तपदं वक्तृ इति समीचीनं भगिनि. तदेव दाता अपि दाता दातारौ दातारः दात्रा दातृभ्यां दातृभिः इति इदानीं तत्र समीचीनं भगिनि. इदानीं तत्र पिता अस्ति चेत् किं भवति तत्र पिता पितरौ पितरः तदनन्तरं किं पित्रा पितृभ्यां पितृभिः इति मन्ये भगिनि पित्रा पितृभ्यां तत्र परिवर्तनं न भवति इति अहं सत्यं सत्यं भगिनि सत्यं अस्तु तत्र अग्रे अग्रे महिला आकारान्त स्त्रीलिङ्गपदं दाता पर्यन्तं पुल्लिङ्गरूपं पुल्लिङ्गरूपं सत्यं भगिनि इदानीं स्त्रीलिङ्गरूपं महिला महिले महिलाः तृतीया मध्ये महिलया महिलाभ्यां महिलाभिः श्रद्धा श्रद्धे श्रद्धाः श्रद्धया श्रद्धाभ्यां श्रद्धाभिः द्वयमपि आकारान्त स्त्रीलिङ्गे द्वयमपि सत्यम् अतः रूपसमानम् इदानीम् अनन्तरम् इदानीम् इकारान्त स्त्रीलिङ्गं ह्रस्वैकारः मूर्तिः मूर्ती मूर्तयः मूर्त्या मूर्तिभ्यां मूर्तिभिः तदेव मतिशब्दस्य अपि मतिः मती मतयः मत्या मतिभ्यां मतिभिः इति समीचीनं भगिनि समीचीनम् अतः तत्र एकवारं यदि शृण्मः मनसि भवति इति अतः पठनं कुर्मः इति अस्माकं चिन्तनम् अस्तु. अग्रे पूर्णेन्दु महोदय अग्रे पठति वा? तत्र दर्वी इति आरभ्य. दर्वी दर्वी दर्व्यौ दर्व्यः तस्य तृतीया विभक्तु दर्व्या दर्वीभ्यां दर्वीभिः. अग्रे कर्तरि कर्तर्यौ कर्तर्यः तृतीया विभक्तु कर्तर्या कर्तरिभ्यां कर्तरिभिः कर्तरीभिः. अग्रे भगिनी इति भगिनी भगिन्यौ भगिन्यः भगिन्या भगिनीभ्यां भगिनीभिः. तत्र कर्तरी अपि भगिनी अपि धर्वी सर्वं किं स्त्रीलिङ्गपदं नारी अपि तादृशमेव अस्ति. समीचीनम् अस्तु. अत्र तदनन्तरं धेनुः तत् पठामः महोदय. धेनुः धेनु धेनवः एतत्तु उकारान्त पुल्लिङ्गपदम्. धेनुः इति पुल्लिङ्गपदं वा तत् धेनुः उकारान्त स्त्रीलिङ्गपदम् अस्ति महोदय. तत् उकारान्त स्त्रीलिङ्गपदं स्त्रीलिङ्गपदम् अस्ति महोदय. तत्र पुटसङ्ख्या 13 तत् पश्यतु. तत्र तत्र धेनुः रज्जुः ह्रस्व उकारान्त स्त्रीलिङ्गपदम् इति. तत्र मति यथा मति ह्रस्व इकारान्त स्त्रीलिङ्गपदम् अस्ति तादृशः एतत् धेनुः उकारान्त ह्रस्व उकारः अस्ति किन्तु स्त्रीलिङ्गपदम् अस्ति. तत्र किमस्ति? तत्र संस्कृतभारत्या एतदेव नियमः, एषः एव नियमः. तत्र प्रथमतया पुल्लिङ्गरूपं, तदनन्तरं स्त्रीलिङ्गरूपम्, अन्ते नपुंसकलिङ्गरूपम् इति. अतः नारी, तदनन्तरं धेनुः, तनुः, चञ्चुः, वधूः सर्वं स्त्रीलिङ्गम् इति. इदानीं धेनुः इति ह्रस्व उकार स्त्रीलिङ्गपदं, तस्य तृतीयविभक्तिरूपं. अपि तदनन्तरं तावदेव तत्र तनुः अपि तन्वा तनुभ्यां तनुभिः. अपि चञ्चुः इति. तत्र चञ्च्वा इति किं? तत्र खगः, खगः इत्युक्ते किं? कोऽपि वदति वा? खगः पक्षी. तत्र खगः खगः चञ्च्वा खादति इति. खगः चञ्च्वा खादति बीक् इति. अस्तु, समीचीनं महोदय. अस्तु, अग्रे बीक् रैट्. बीक् बीक् इति अस्ति भगिनि. चञ्चुः. अस्तु, अग्रे रघुपति महोदय. अस्तु, वधूः इति उकारलिङ्ग अस्ति. वधूः वध्वौ वध्वः तस्याः तृतीय विभक्ति वध्वा वधूभ्यां वधूभिः इति रूपं. समीचीनं महोदय. तत्र उकारान्त अपि ह्रस्व उकारः अपि दीर्घ उकारः तत्र तृतीया विभक्तिरूपे जानीमः वा? तत्र ह्रस्व उकारः अथवा दीर्घ उकारः अस्ति इति. तत्र तत्र पश्यतु, तनुः अपि वधूः वयमपि स्त्रीलिङ्गमेव, किन्तु तत्र किमस्ति? तन्वा इति अस्ति, वध्वा इति समानमस्ति, किन्तु तनुभ्याम् अस्ति, ह्रस्व उकारः अस्ति. वधूः किमस्ति? वधूभ्याम् इति दीर्घ उकारः अस्ति. अकारान्त पुल्लिङ्ग नपुंसकलिङ्ग एव एव दीर्घः भवति. अकारान्त एव दीर्घः भवति द्विवचने. सर्वत्र अपि स्त्रीलिङ्गे अपि महोदय, भगिनीभ्यां स्त्रीलिङ्गे अपि. केवलं तत्र मतिशब्दवत् अपि ऋकारान्ते तत्र भ्याम् इति भगिनी इति अस्ति खलु भगिनीभ्यां सूर्यकुमारी भगिनी एकवचने तत्र न जानीमः एकवचने किन्तु द्विवचने अथवा बहुवचने ह्रस्व उकारः वा दीर्घ उकारः वा इति वक्तुं शक्नुमः महोदय भगिनी इति ईकार दीर्घ ईकारान्त एव अस्ति अतः तत्र दीर्घ इति दीर्घ एव आवश्यकता सत्यं महोदय तत्र यद्यपि अकारः अस्ति तत्र दीर्घः भवति बाकि अस्तु इदानीं भवतः आशय अवगतं तत्र बालः इति अस्ति ह्रस्व आकारः अस्ति किन्तु बालाभ्याम् इति भवति किन्तु मुनिः इति अस्ति तत्र मुनीभ्याम् इति न भवति मुनिभ्याम् एव ह्रस्व इकारः एव भवति सत्यं महोदय समीचीनं इदानीम् अन्तिमं तत्र नपुंसकलिङ्गरूपम् अस्ति तत्र फलं पुष्पं वस्त्रं सैन्यं फलं पुष्पं वस्त्रं सैन्यं ते अकारान्त नपुंसकलिङ्ग अस्ति अतः फलेन फलाभ्यां फलैः तथैव पुष्पेण पुष्पाभ्यां पुष्पैः वस्त्रेण वस्त्राभ्यां वस्त्रैः सैन्येन सैन्याभ्यां सैन्यैः इति तत्र द्विवचने बहुवचने रूपसामान्यमस्ति किन्तु एकवचने तत्र केचन नकारः नकारस्य अत्र निमित्तमस्ति चेत् भवति नत्वं भवति अत्र शकारः अस्ति पुष्पेण वस्त्रेण तत्र शकारः अस्ति अपि वस्त्रेण तत्र रेपः अस्ति यत्र निमित्तमस्ति अत्र नत्वं भवति तत्र किन्तु तत्र नियमः कः नकारस्य पूर्वं रेपः अथवा शकारः भवितव्यं नत्वस्य कृते किन्तु तद् भवति चेत् णत्वं भवति वा पूर्वं शकारः अथवा रेपः अस्ति चेत् परन्तु मध्ये मध्ये बाधा अस्ति न वा इति द्रष्टव्यः अपि च अन्तस्थवर्णः अस्ति चेत् कवर्ग पवर्ग अस्ति चेत् व्यवधानं नास्ति अतः कवर्ग अथवा पवर्ग अस्ति चेत् वर्ग चवर्ग टवर्ग अस्ति चेत् न भवति अथवा ऊष्माणवर्ण सत्यं अत्र किमस्ति पुष्पेण इति शकारः अस्ति तदनन्तरं किं भवति पकारः अस्ति तत् पवर्गीय अस्ति इति कृत्वा तत्र बाधा नास्ति तदनन्तरं स्वरः अतः पुष्पेण इति भवति तदनन्तरं वस्त्रम् इति पदे तत्र किम् अस्ति कृष्णेन तत्र बाधा अस्ति अत्र वस्त्रेण इति किमर्थं तत्र वस्त्रेण रकारस्य मध्ये स्वरः अस्ति अतः स्वरः एव अस्ति तत्र किमपि अन्यत् किमपि नास्ति समीचीनं महोदय अतः तत् नत्वस्य अत्र किञ्चित् मनसि स्थापितं भवति चेत् उत्तमं भवति अस्तु इदानीं तत्र अग्रे रूपस्य निर्माणं कुर्मः तृतीयविभक्तिरूपं कुर्मः इदानीं महोदय नपुंसकलिङ्गे केवलम् अकारान्तशब्दाः सन्ति वा किन्तु भगिनि तत्र सत्यमेव भवती वदति सत्यमेव किन्तु तत्र किं गीतासोपानं तस्य भागद्वयम् अस्ति खलु तत्र किमस्ति प्रथमभागे केवलम् अजन्तशब्दाः स्वीकृताः परन्तु इफ् यु सी पुटक्रमाङ्क 13 तत्र वारी अपि अस्ति मधु अपि अस्ति तदपि स्वरान्तशब्दाः एव अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु भगिनि अस्तु अस्तु तत्र दधि इति तत्र कोऽपि वदति वा दधि इति रूपं किम् अस्ति इति दधि पुस्तकं दृष्ट्वा अहं वदामि दध्ना इति भवति दधिन् इति अस्ति स्त्रीलिङ्गकारान्तः नकारान्तपदम् अस्ति दधि इति दधि इति स्त्रीलिङ्ग इकारान्त स्त्रीलिङ्गपदम् अस्ति. स्त्रीलिङ्ग नास्ति, दधि. क्षम्यतां, नपुंसकलिङ्गं. दधि दधि दधि, क्षम्यतां. हा, तत्र दध्ना दधिभ्यां दधिभिः इति रूपम् अस्ति. दध्ना दधिभ्यां दधिभिः. दधि दधि किञ्चित् वट् इस् इट् ट्रबल्सम् अस्ति. न न न, तदेव तदेव दृष्ट्वा वदामि, तदेव दृष्ट्वा वदामि. तत्र दधि इति इकारान्त नपुंसकलिङ्ग दधि शब्दः. तत्र दध्ना दधिभ्यां दधिभिः इति अस्ति. अपि इकारान्त भारी शब्दः अस्ति, तत्र वारिणा वारिभ्यां वारिभिः इति अस्ति. हा, अन्यत् किम् आवश्यकं भगिनि? उकारान्त वा? उकारान्त पदम् आवश्यकं न? वस्तु वस्तु, हा, वस्तु इति, मधु वस्तु इति, अस्तु. हा, वधु अपि अस्तु. तत्र नपुंसकलिङ्गपदं वस्तु इति, तत्र हा मधु मधु शब्दवत् अस्ति तद्. हा, मधुना मधुभ्यां मधुभिः, वस्तुना वस्तुभ्यां वस्तुभिः इति भवति. अपि वधूः इति अपि अस्ति. तत्तु स्त्रीलिङ्ग उकारान्तपदम्. अस्तु, तावदेव इति मन्ये भगिनि. ऋकारान्त पुल्लिङ्ग स्त्रीलिङ्ग. हा हा, तत्र धातृ, तत्तु धातृ. ऋकारान्त नपुंसकलिङ्गपदमपि अस्ति, किन्तु सकारान्त इदानीं केवलम् अत्र अत्र अजन्तशब्दः एव महोदय. प्रथमभागे अग्रिमभागे हलन्तशब्दाः इति. किन्तु यथा भगिन्या उक्तं तत्र पुटसङ्ख्या 13 मध्ये, तत्र किं न तत्र उकारान्त नपुंसकलिङ्ग इकारान्त नपुंसकलिङ्ग पदानि अपि दत्तानि सन्ति इति कृत्वा तस्य हा अस्तु अस्तु. किन्तु तद् इदानीं प्रायशः अस्तु अस्तु अत्र नास्ति. अस्तु, समीचीनमेव अस्ति भगिनि. धन्यवादः. विस्मृतवन्तः अहं चिन्तयामि. हा, प्रायशः प्रायशः सत्य सत्य. ओके, एकं प्रश्नम् अस्ति. एकः प्रश्नः एकः प्रश्नः अस्ति. चञ्चु शब्दः चञ्चू एवमपि लिखन्ति, भिन्नता अस्ति वा तत्र? न न, भिन्नता नास्ति, समानार्थकम् अस्ति. अपि द्वयमपि स्त्रीलिङ्गपदमेव इति मन्ये भगिनि. ओके ओके. हा, अतः तत्र अर्थभेदः नास्ति, किन्तु तत्र उकार रूपद्वयम् अस्ति. कुत्रापि अहं दृष्टवती चञ्चुः अपि साधु, चञ्चू अपि साधु. सत्यं भगिनि, सत्यं. मया अपि तादृशमेव स्मरणम् अस्ति. मम स्मरणमपि तादृश एव अस्ति. हा, अस्तु, इदानीं तत्र अग्रे गच्छामः. उमा मीनाक्षी भगिनी, भवती एव तत्र. ओहो, हा, तत्र एतत् कुर्मः. तत्र यदि एकम् एकं कुर्मः, तत्र अकारान्तस्य एकम्, इकारान्तस्य एकम्, उकारान्तस्य एकम् इति कुर्मः. एकं चार्ट् कर्तव्यम्. इदानीं भगिनी तत्र हयः, अपि तदनन्तरं मणिः, तदनन्तरं गुरुः, प्रभुः इति, प्रभुणा, तत् करोतु भगिनि. हयः इति अग्रिमपुटे, इदानीं पेज् 170 मध्ये स्मः. ओके ओके, अग्रे गतम्. योध योधः योधौ योधाः, योधेन योधाभ्यां योधैः. योधः वन् मिनिट्. हा, कति शब्दाः सन्ति फर् सोल्जर्? योधाः सन्ति. इति दृष्ट्वा वक्तुं शक्नुमः. ओके, कारणं यदा अहं सरलरीत्या गन्तुम् इच्छामि, योधः स्वीकरिष्यामि. नो चेत् किञ्चित् वाकडा कर्तुम् इच्छामि चेत् योधृ, योद्धारौ, योद्धारः, तत्र तु कष्टमस्ति. सत्यं भगिनि, सत्यम्. ओके, इदानीं हयः हयः, हयौ, हयाः, हयेन, हयाभ्यां, हयैः. हयैः इति इदानीं मणिः न न यतिः यति न न यतिः इति करोतु यतिः यतिः यति यतयः यतिना यतिभ्यां यतिभिः यतिभिः हा इदानीं तदनन्तरं दीर्घं नास्ति हा कुत्रापि सर्वं ह्रस्व ह्रस्वं हा सर्वं ह्रस्वम् एव समीचीनम् इदानीं प्रभुः इति प्रभुः प्रभु प्रभवः प्रभुणा प्रभुभ्यां प्रभुभिः हा इदानीं तत्र प्रभुणा इति दत्तमस्ति किमर्थं णत्वम् अस्ति अत्र ग्रेट् प्र अनन्तरं भ अस्ति तत्पवर्गीय अतः परिवर्तनं भवति हा अपि स्वरः एव अस्ति तत्र बाधा किमपि नास्ति परिवर्तनं भवति समीचीनं भगिनि हा अस्तु समीचीनं धन्यवादः हा तत्र हयः अपि यतिः अपि प्रभुः भवता कृतम् अस्तु इदानीं सूर्यकुमारी भगिनी तत्र धर्मः अपि मणिः अपि गुरुः धर्मः अकारान्त पुल्लिङ्ग धर्मेन धर्माभ्यां धर्मैः तत्र समीचीनं किन्तु एकवचने किं भवति धर्मेण हा धर्मेण किमर्थं रेफः अस्ति चेत् रेफः अस्ति अत्र धर्मः पदे रेफः अस्ति खलु अपि धर्मेण इति वदामः चेत् तत्र नकारः अपि रेफः मध्ये किम् अस्ति मकारः अस्ति धर्मेण मकारः अपि तदनन्तरं एकारः स्वरः अस्ति मकारस्य वर्गः कः पवर्गीयः अस्ति अतः बाधा अस्ति वा नास्ति अतः णत्वं भवति अतः रूपं किं धर्मेण धर्माभ्यां धर्मैः इति भवति समीचीनं भगिनि अस्तु इदानीं मणिः इति मणिः तत्र रविः यतिः दृष्ट्वा वदतु मणिः किं भवति न न मणिः पुल्लिङ्गपदम् अस्ति मणिः मणिना एव मणिना मणिभ्यां मणिभिः मणिभिः इति समीचीनम् इदानीं गुरुः गुरुः गुरुणा गुरुभ्यां गुरुभिः एकवचने किं पुनः एकवारं णत्वं भवति हा णत्वं भवति मूर्धन्यकारः गुरुणा गुरुभ्यां गुरुभिः समीचीनं भगिनि अस्तु हा इदानीं पूर्णेन्दुमहोदय तत्र योगः अपि समाधिः अपि इक्षुः इति योगः योगेन योगाभ्यां योगैः योगैः योगैः योगैः योगैः इदानीं समाधिः समाधिः समाधिना समाधिभ्यां समाधिभिः समाधिभिः समीचीनं महोदय इदानीम् इक्षुः इक्षुः इक्षुणा इक्षुभ्याम् इक्षुभिः तत्र इक्षुः एकवचने तु इक्षुणा किमर्थम् एकवचने इक्षुणा किमर्थं नकारः वा मूर्धन्य णकारः णकारः किमर्थं तत्र षकार अस्ति इति कारणेन हा तत्र इक्षुः इति पदे तत्र क्षकारः क्ष इति तत्र किं भवति क्ष इति संयुक्तपदमस्ति खलु तत्र क्ष इति तत्र षकारः अस्ति इति कृत्वा इक्षुणा इति समीचीनं महोदय हा समीचीनम् अस्तु इदानीं रघुपतिमहोदय तत्र योगः अस्तु अस्तु मणिः समाधिः तत् सर्वं कृतम्, इदानीं तत्र क्रतुः इति रघुपतिमहोदय अस्ति वा? आम् महोदय, उकारान्तपुल्लिङ्गशब्दः इति अहं चिन्तयामि. क्रतुः क्रतुः क्रतुना क्रतुभ्यां क्रतुभिः क्रतुभिः तत्र क्रतुः इत्युक्ते किं? क्रतुः इति प्लान् इति अथवा इण्टेन्शन् इति मया दृष्टं महोदय. क्रतुः इति किन्तु तस्य प्रयोगः अहं न दृष्टवान्, तत् वाक्यं किमपि न जानामि. क्रतुः इति उक्त्वा इति यज्ञः तदपि भवति वा भगिनि? क्रतुः इति यज्ञः वा? अस्तु अस्तु, हा अहं न दृष्टवान् प्लान् इति आसीत्. अस्तु धन्यवादः भगिनि. हा क्रतुः अस्तु, हा तत्र क्रतुना अथवा क्रतुर्णा इति किं महोदय? रघुपति महोदय तवर्गः अस्ति, समीचीनम्. इदानीं धाता इति धाता धात्री इति ऋकारान्त ऋकारान्त अस्ति ऋकान्त धात्रा इति भवति, धातृभ्यां धातृभिः धातृभिः इति समीचीनम्. अपि तदनन्तरं तत्र श्रद्धा श्रद्धा श्रद्धा इति कुर्मः. श्रद्धा श्रद्धा इति आकारान्त स्त्रीलिङ्ग अस्ति अहं चिन्तयामि. श्रद्धया श्रद्धया श्रद्धाभ्यां श्रद्धाभिः श्रद्धाभिः इति समीचीनं महोदय. समीचीनम् अस्तु. अग्रे सूर्यकुमारी भगिनी तत्र किं रिपुः इति रिपुः रिपुना रिपुभ्यां रिपुभिः. तदनन्तरं स्रष्टा इति स्रष्टा स्रष्टया न न न स्रष्टा इति किं भवति? स्रष्टा इति कीदृशपदं? तत्र पिता धाता सर्वं ऋकारान्त एव. अतः पिता भवति पित्रा, धाता भवति धात्रा, स्रष्टा किं भवति? न न न न पिता इति ऋकारान्तपदम् अस्ति भगिनि. पितृ इति पदं पिता, पिता भवति पित्रा, धाता इति ऋकारान्तपदं तत् किं भवति तृतीयविभक्तौ? धात्रा. स्रष्ट्रा स्रष्ट्रा इदानीं द्विवचने एकवचनं स्रष्ट्रा आकारान्ते एव किं भगिनि? एकवचनं प्रथमविभक्ति स्रष्टा भगिनि, स्रष्टा प्रातिपदिकमस्ति स्रष्टृ. यः सृष्टिः करोति सृष्टिं करोति सः स्रष्टा इति. ओ सृष्टृभिः सृष्टृभिः तत्र किञ्चित् क्लेशः अस्ति. समीचीनं भगिनि अस्तु. इदानीं माया इति स्त्रीलिङ्गे मायया मायाभिः इति समीचीनं भगिनि अस्तु. इदानीं तत्र कीर्तिः इति दृष्ट्वा धृतिः इति वदतु. धृतिः इति पदस्य रूपं हृस्व इकारान्त स्त्रीलिङ्गपदं तत्र धृतिभ्यां धृतिभिः मतिशब्दवत् अस्तु. धृतिः धृत्या धृतिभ्यां धृतिभिः इति समीचीनं भगिनि अस्तु. अग्रे मम मीनाक्षी भगिनि तत्र किम् इदानीं तत्र उपरि सर्वं कृतम्, इदानीं केवलं हन्त इति अस्ति भगिनि. हन्त इति हन्त इति हन्तृभ्यां हन्तृभिः. हा समीचीनम्. अपि प्रभा इति प्रभा आकारान्तस्त्रीलिङ्गं प्रभया प्रभाभ्यां प्रभाभिः इति. समीचीनम्. अस्तु, इदानीं तत्र मही इति शब्दं दत्तम् अस्ति, नदी दत्तमस्ति, तद् दृष्ट्वा अहं नदी करोमि. नदी नदी नद्या नदीभ्यां नदीभिः नदीभिः. इदानीं तत्र धेनुः इति दृष्ट्वा तनुः तनुः तन्वा तनुभ्यां तनुभिः इति. तावदेव. अस्तु, इदानीं समाप्तं. तत्र अस्माकम् अभ्यासः जातः. तत्र तृतीयविभक्तिरूपं कीदृशं भवति इति इदानीं दृष्टवन्तः. इदानीम् अग्रे पश्यामः. तत्र प्रयोगः तत्र अग्रिमे वर्गे तत्र सहयोगे तृतीया इति, अहं रामः लक्ष्मणेन सह गच्छति इति, तादृश तत् सर्वं पश्यामः. विना इति तदपि पश्यामः, तृतीयविभक्तिरूपं तत्र भवति इति. किन्तु इदानीं तत्र अभ्यासः यदस्ति तत् पश्यामः तत्र अग्रिमे पुटे. तत्र पूर्णेन्दुमहोदय तत्र पठति वा अग्रिमे पुटे? कोष्टकः अस्ति, कोष्टकः न, क्षम्यताम्, अभ्यासः. कोष्टके विद्यमानानाम् इति कोष्टके विद्यमानानां शब्दानां तृतीयविभक्तिरूपं प्रयुज्य वाक्यं पूरयत्. प्रथमः अस्ति अर्जुनः. तत्र एक प्रथम यत् एकमिति संख्या अस्ति तदेव उपयुज्य वदतु महोदय. इषवः इति अस्ति. इषवः इषवेण इषवः इति रूपं किं महोदय, वचनं किम्? इषुः इति बाणं, बाणम् इति महोदय. इषवः बहुवचने अस्ति. महोदय, वन् क्लू ऐ केन् गिव् फार् आल्. यत्र यत्र यकारः अस्ति सस्पिशन् भवितव्यं, यत्र यत्र वकारः अस्ति तत्र अपि किञ्चित् ध्यानं कर्तव्यं, किञ्चित् चिन्तनं, सावधानम् इति. दट् इस् रेड् लैट्. अस्तु, सत्यं भगिनि. अस्तु, तत्र इषवः इति अकारान्तपदं नास्ति इति चिन्तनीयं. बहुवचने अस्ति, बहुवचने. इषभिः उकारान्तपदम् अस्ति चेत्. सत्यं महोदय. तत्र वयं दृष्टवन्तः शिशुः इति अस्ति चेत् शिशुना शिशुभ्यां शिशुभिः इदानीं तत्र इषुः अस्ति चेत् इषुना तत्र इषुणा इति भवति वा अथवा इषुना इति भवति वा? इषुणा इति भवति. समीचीनम्. अत्र किन्तु अत्र बहुवचने अस्ति इति कृत्वा इषुभिः. अर्जुनः अर्जुनः इषुभिः शत्रून् हतवान् इति. समीचीनं महोदय. अग्रे भीमः सूर्यधनः च गदे गदा इति आकारान्त स्त्रीलिङ्गपदम् आकारान्तस्त्रीलिङ्गपदं लताभ्यां गदाभ्यां. समीचीनं महोदय. लता लते लताः, गदा गदे गदाः, अत्र गदाभ्यां गदाभ्यां युध्येते इति. समीचीनं महोदय. अग्रिममपि सारथिः रज्जवः, एतदपि उकारान्तपदं. रज्जुः इति रज्जुः रज्जुः इति तस्य तृतीयाविभक्ति एकवचने हा किन्तु महोदय तत्र रज्जुः इति धेनुशब्दवत् अस्ति, तत्र स्त्रीलिङ्गे अस्ति, तद् किञ्चित् भेदः अस्ति धेनुशब्दवत्. तत्र धेनु पूर्वस्मिन् पुटे 169 मध्ये पश्यतु, तत्र धेन्वा धेनुभ्यां धेनुभिः इति अस्ति. रज्ज्वा तत्र रज्ज्वा रज्जुभ्यां रज्जुभिः इति एकवचने तु रज्ज्वा. हा एकवचने रज्ज्वा. अत्र रज्जवः इति अस्ति, बहुवचनरूपम् अस्ति, बहुवचनरूपम् अस्ति. हा अतः सारथिः धेनवः धेनुभिः धेनुभिः रज्जुभिः. हा सारथिः सारथिः रज्जुभिः अश्वान् बध्नाति इति. समीचीनं महोदय. हा समीचीनम् अस्तु. रघुपति महोदय अग्रे. हा महोदय. हा महोदय. सारथिः मुक्तः मुक्तः भक्तः कृष्णस्य प्रियः. अत्र अस्ति एक हर्षामर्षभयोद्वेगाः इति अस्ति. अकारान्त उद्वेगः इति अकारान्त पुल्लिङ्ग अस्ति. अतः हर्षामर्षभयोद्वेगैः मुक्तः भक्तः कृष्णस्य प्रियः इति भवति. कृष्णस्य प्रियः. समीचीनं महोदय. अग्रे अग्रिमं वयं कृष्णम् आप्तुम् इच्छामः. वयं केन के एकं लेखनीयः पक्षौ शराः खड्गाः अलं चक्रे न न तत्र अभ्यास अभ्यासयोगः अभ्यासयोगेन कृष्णम् आप्तुम् इच्छामः. वयम् अभ्यासयोगेन कृष्णम् आप्तुम् इच्छामः. समीचीनम् अग्रे महोदय. रथः चलति चक्रे इति द्विवचने अस्ति चक्रम्. अतः चक्राभ्यां रथः चक्राभ्यां चलति. समीचीनं महोदय. अस्तु अग्रे सूर्यकुमारी भगिनी. बलरामः हलेन प्रहरति. हलेन प्रहरति. समीचीनम् अग्रे. पाण्डवाः खड्वैः न तत्र रणघोषं तत्र शङ्काः इति अस्ति. शङ्काः शङ्का शङ्का इति अस्ति खलु. शङ्का शङ्कैः रणघोषां कृतवन्तः. तत्र शङ्का इति शङ्काः स्त्रीलिङ्गपदं. शङ्का इति न शङ्कः शङ्कः इति तत्तु शङ्कः पुल्लिङ्ग अथवा नपुंसकलिङ्गमेव अस्ति भगिनि. अत्र शङ्कः इति पुल्लिङ्ग अथवा नपुंसकलिङ्गपदमेव अस्ति. तत्र शङ्का इति अपि अस्ति, किन्तु तत् शङ्का इति डौट् इति. अत्र अस्ति शङ्कः शङ्काः बहुवचनम् अस्ति. अतः किं भवति शङ्कः अकारान्त पुल्लिङ्गपदम् अथवा अकारान्त नपुंसकलिङ्गपदम् इति चिन्तयतु. तत्र बहुवचने तृतीयविभक्ति शङ्कैः इति. पाण्डवाः शङ्कैः रणघोषं कृतवन्तः. इति समीचीनं. तत्र शङ्काः इति शङ्का इति स्त्रीलिङ्गपदस्य अपि बहुवचनरूपं भवति, किन्तु तस्य अर्थः भिन्नः. शङ्का इत्युक्ते तत्र सन्देहः. शङ्का इति स्त्रीलिङ्गपदरूपस्य अर्थ अत्र तु सन्देहः इति नास्ति खलु. अतः शङ्कः इति. अस्तु समीचीनम् अग्रे भगिनि. शराः बहुवचनं. तुणी तुणीरं तुणीरं तुणीरं तुणीरः तूणीरं क्षम्यतां तूणीरं तूणीर तूणीरः तूणीरं तूणीरम् इति तत्र मम पुस्तके तूणीरः तूणीरः इति दत्तमस्ति वा. अस्तु मम पुस्तके तूणीरम् इति अस्ति. अस्तु वदतु भगिनि. न तूणीरं न शक्यमेव, कारणम् अस्ति न अस्ति अकर्मक क्रियापदम्. तत्र किन्तु रूपं किं तत् तूणीरः इति पुल्लिङ्गपदं वा? पूर्णः अस्ति न न पुल्लिङ्गपदं वा तूणीरः इति? हा तूणीरः पुल्लिङ्गपदम्. अस्तु अस्तु, अतः तूणीरः एव. अस्तु धन्यवादः भगिनि. हा तूणीरः कारणं क्रियापदम् अस्ति अस्ति अत्र. तूणीरं तु न शक्यमेव. सत्यं भगिनि सत्यं. हा अस्तु हा तत्र किं तस्य पूर्वं किम् अस्ति प्रथमपदं किम् अस्ति? शरः इति पुल्लिङ्गपदं शरः. इदानीं तत्र शरैः तुनीरः पूर्णः अस्ति. हा हा अपि अपि अपि तत्र पुल्लिङ्गे पुल्लिङ्गरूपम् एव अस्ति. धन्यवादः भगिनी. अत्र वाक्यमपि दृष्ट्वा वक्तुं शक्नुमः किमर्थं चेत् तत्र पूर्णः इति अस्ति, विशेषणम् अस्ति तूणीरपदस्य. पूर्णः पुल्लिङ्गे अस्ति चेत् तूणीरः अपि पुल्लिङ्गे भवेत्. अतः तूणीरः पूर्णः अस्ति. केन? केन इत्युक्ते शरैः. शरैः इत्युक्ते बाणः. शरः इत्युक्ते बाणः. बाणैः तूणीरः पूर्णः अस्ति इति. अस्तु समीचीनम्. अस्तु अग्रे उमा मीनाक्षी भगिनि. ओके. किं नो संथिङ्ग् गोविन्द, एतत् भगवद्गीतायाम् अस्ति न. किन्नो राज्यं गोविन्द, किन्नो राज्येन गोविन्द. राज्यं नपुंसकलिङ्गम् अकारान्त एकवचनम्, अतः राज्येन इति. समीचीनम्. अग्रे पक्षिणः संथिङ्ग् डयन्ते पक्षौ, द्विवचनरूपं. पक्षौ द्विवचनरूपम्, अतः पक्षाभ्यां. हा पक्षाभ्यां, योधाभ्यां, देवाभ्यां, पक्षाभ्यां. पक्षिणः पक्षाभ्यां पक्षाभ्यां डयन्ते. अग्रिमं छात्राः लेखन्यः. माय गॉड हाउ मेनी हैंड्स दे हैव. ओके न किन्तु एकः छात्रः इति न न छात्राः दत्तमस्ति न तत्र. केवलम् एकः छात्रः इति नास्ति अथवा एका छात्रा इति नास्ति, छात्राः इति सन्ति इति अस्ति. छात्राः लेखनीभिः लिखन्ति. हा छात्राः लेखनीभिः लिखन्ति लिखन्ति इति समीचीनम्. अस्तु अस्तु तत्र केवलं अन्ते एतद् अग्रिमपि कर्तुं शक्नुमः इति मन्ये, तदपि कुर्मः. तत्र समीचीनम्. अस्तु अत्र सूर्यकुमारी भगिनी तत्र अग्रिम अभ्यासः आरम्भं करोति वा? खा विभागो एकः शब्दः दत्तः अस्ति. खा विभागो तस्य विभागे खा विभागे तस्य शब्दस्य तृतीयविभक्तेः रूपद्वयं दत्तम् अस्ति. तयोः उचितं रूपं चित्वा रिक्तस्थाने लिखत. तत्र तृतीयविभक्तेः इति अस्ति, तत्र तृतीयविभक्तेः इति पदमस्ति खलु, तत्र तस्य पदस्य विभक्ति का? षष्ठी समीचीनम्. तस्य शब्दस्य तृतीयविभक्तेः रूपद्वयं दत्तमस्ति. तत्र एकम् उचितमस्ति, एकम् अनुचितमस्ति. साधु अस्ति, एकं साधु नास्ति. अस्तु यज्ञौ इति द्वितीयविभक्तिः यज्ञाभ्यां न द्विवचनं द्विवचनं यज्ञाभ्यां द्वितीयविभक्ति न द्विवचनं द्विवचनं यज्ञाभ्याम् इति अस्ति. समीचीनं. नद्यौ नदी नद्यौ नद्यौ नदीभ्यां नदीभिः नद्यौ नद्यौ इति वचनं किं नद्यौ इति पदस्य वचनं किं नदी नद्यः द्वितीयविभक्तिः द्विवचनं द्विवचनं नदीभ्यां नदीभ्याम् इति समीचीनम् अस्तु अस्तु समीचीनम् अस्तु क्रतवः वचनं किं क्रतवः बहुवचनम् अतः किं उचितमस्ति क्रतुभिः क्रतुभिः इति समीचीनम् अस्तु हा अस्तु वद वदतु भगिनि हा आदित्याः इति वचनं किम् आदित्याः इति बहुवचनम् अतः रूपं किं भवति आदित्यैः आदित्यैः इति समीचीनम् अस्तु पूर्णेन्दु महोदय अग्रे स्तुतिः स्तुतिः इति एकवचने अस्ति करणेन श्रुत्या श्रुत्या इति समीचीनं हा इदानीं मित्रे इति मित्रे मित्रे इति द्विवचने अस्ति इति करणेन मित्राभ्यां मित्राभ्यां हा हयाः इति हयाः बहुवचने अस्ति इति कारणेन हयैः हयैः इति हा समीचीनं महोदय अग्रे नार्यौ नार्यौ नार्यौ द्विवचने अस्ति इति कारणेन नारीभ्यां नारीभ्यां हा शरौ इति सरौ इति अपि द्विवचने अस्ति सराभ्यां हा वज्रम् इति एकवचने अस्ति इति कारणेन वज्रेण वज्रेण इति समीचीनं महोदय वज्रेण वज्रेण इति तत्र णकारः भवति तत्र हा समीचीनं महोदय अस्तु हा तत्र अस्तु तत्र समयः जातः किन्तु तत्र एकं श्लोकस्य स्मरणं कुर्मः तत्र सर्वं जानन्ति प्रसिद्धः श्लोकः एव अस्ति तत् तत्र कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृते स्वभावात् करोमि यत्यत् सकलं परस्मै नारायणाय इति समर्पयामि इति अस्ति तत्र किं किम् अस्ति कायेन तृतीयविभक्तिः अस्ति वा अस्ति हा कस्य पदस्य कायः कायेन वाचः कायेन वाचा इति वाच्शब्दः एतावत् अस्माभिः न दृष्टं किन्तु वाच्शब्दः कायेन वाचा मनसेन्द्रियैः वा बुद्धि बुद्ध्या आत्मना आत्मन् शब्दस्य आत्मना प्रकृते स्वभावात् इति तत्र अन्याः विभक्तिः अपि अन्याः विभक्तयः अपि तत्र भवन्ति तत्र नारायणाय इति चतुर्थीविभक्तिरूपमपि अस्ति तत्र किन्तु तृतीयविभक्ति सर्वत्र भवति प्रसिद्धेषु श्लोकेषु अपि इति तावदेव अस्तु तर्हि समयः जातः अन्यप्रश्नः अस्ति वा अस्तु अतः विरमाम अग्रिमे सप्ताहे तत्र समयस्य परिवर्तनं भवति इति कृत्वा तत्र तद् अहं सूचयामि किन्तु भारतदेशे षड्वादनतः इदानीम् अस्ति तस्य परिवर्तनं भवति सार्धपञ्चवादनतः सप्तवादनपर्यन्तम् अपि अत्र अमेरिकादेशे तत्र अष्टवादनतः सार्धनववादनपर्यन्तं भवति अस्तु अहं ईमेल् द्वारा सूचयामि अस्तु तर्हि सर्वेषां नमस्कारः धन्यवादः अग्रिमवर्गे मिलामः धन्यवादः शुभ शुभ वाट् रात्रि अत्र अत्र रात्रि अस्ति भगिनि भारतदेशे प्रभातम् अस्ति अस्तु अस्माकं तु प्रभातं सत्यं समीचीनं भगिनि समीचीनं महोदय अस्तु नमस्कारः नमस्कारः।